ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति बलाबलचिन्ते अन्तरङ्गस्य चिन्तनं। सो तत्र अन्तरङ्गस्य विषये अस्ति प्रतिध्वनिः आयाति। सो अन्तरङ्गस्य विषये तत्र अस्माभिः उदाहरणं तत्र दृष्टं। तत्र शिवयोगनायितिस्थित्यां तत्र त्रयाणां सूत्राणां प्रसक्तिः, अनन्तरम् अस्माभिः दृष्टं लोपोव्योर्वली अपि च छ्वोः स्यूडनुनासिके च इति अस्मिन् द्वयोः मध्ये तत्र उत्सर्गत्वात् सम्बन्धः अस्ति। अतः लोपोव्योर्वली इति उत्सर्गसूत्रं, तत्र छ्वोः षूड् अनुनासिके च इति अपवाद् सूत्रम्, अतः अपवाद्बलेन छ्वोः षूड् अनुनासिके च अपि च पुगन्तलघुपदस्य च मध्ये तत्र इदानीं तत्र प्रतिषेधः वर्तते। तत्र अस्माभिः दृष्टं यदि वयं पुगन्तलघुपदस्य च इति सूत्रे संज्ञाकृतनिमित्तं स्वीकुर्मः चेत् तत्र बहूनि निमित्तानि सन्ति। छ्वोः षूड् अनुनासिके च इत्यस्य अपेक्षया अतः तत्र चर्चा आरभ्यते। व्याकरणशास्त्रं तु शब्दशास्त्रम् अस्ति, तत्र संज्ञाकृतनिमित्तम् अथवा अर्थकृतनिमित्तम् इत्यपि स्वीकरणीयं वा? परन्तु केचन वैयाकरणाः वदन्ति तत्र अर्थकृतनिमित्तं नो चेत् संज्ञाकृतनिमित्तम् अपि स्वीकरणीयं। तत् आधारीकृत्य एव तत्र अन्तरङ्गस्य विषये चिन्तनम् अस्ति। इत्युक्ते तत्र मतभेदः वर्तते अल्पनिमित्तिकम् अन्तरङ्गम्, तत् आधारीकृत्य एव यदा वयं संज्ञाकृतनिमित्तमपि स्वीकुर्मः, अर्थकृतनिमित्तमपि स्वीकुर्मः, शब्दकृतनिमित्तं तु अस्ति एव, शब्दकृतनिमित्तम् अस्ति एव, निमित्त शब्दरूपेण यः निमित्तं वर्तते, शब्दः ध्वनिः वा वर्णः वा कोऽपि वर्णसमूहः वा, तत्तु अस्ति एव निमित्तरूपेण, कार्यस्य कृते निमित्तं भवति एव। परन्तु इदानीं तत्र मतभेदः वर्तते अर्थकृतनिमित्तमपि स्वीकरणीयं वा संज्ञाकृतनिमित्तमपि स्वीकरणीयं वा, तत् आधारीकृत्य एव भवति अल्पनिमित्तिकम् अन्तरङ्गम्। अन्तरङ्गस्य एकं लक्षणम् अस्ति अन्तरङ्ग इत्युक्ते अन्तरङ्गशास्त्रम्, अन्तरङ्गसूत्रम्, अन्तरङ्गकार्यम्। सो यत्र यस्मिन् सूत्रे अन्तरङ्गकार्यम् इति अस्ति तत्र प्रायशः अल्पनिमित्तानि सन्ति सो अन्यस्य अपेक्षया। सो अन्यस्य अपेक्षया इत्युक्ते अन्यशास्त्रस्य अन्यकार्यस्य अपेक्षया यस्य शास्त्रस्य अल्पनिमित्तानि सन्ति। एकनिमिष अतः इदानीम् अस्माभिः परन्तु तत् ये नव्यवैयाकरणाः सन्ति यथा नागेशः, सः अपि वदति अर्थकृत् अपि च संज्ञाकृतनिमित्तं तत्र शब्दशास्त्रे इत्युक्ते व्याकरणशास्त्रे तेषां गणना न भवति कार्यस्य विषये यदा निमित्तं पश्यामः चेत्। तस्य विषये एव इदानीं चर्चा अस्ति। इदानीं केवलं वट् इस् अर्थनिमित्तिकं किम्, संज्ञाकृतनिमित्तं किम्, अपि च शब्दकृतनिमित्तं किम्। अर्थकृतनिमित्तस्य विषये अस्माभिः तत्र प्रथमे इको यनचि इति शब्दकृतनिमित्तमस्ति, तत्र साक्षात् अचि इति कथनेन तत्र किञ्चित् पदार्थः तत्र वर्तते, कस् कस्मिन् किमपि तत्र वर्णः तत्र वर्तते इको यनचि इति सूत्रस्य उदाहरणे. सो इकः स्थाने यः यनादेशः भवति तस्य कृते निमित्तम् अस्ति साक्षात् कोऽपि अच् वर्णः. सो अच् वर्णः इति अचि इत्यनेन तत्र अतः सः शब्दः अस्ति. तस्य अनन्तरम् अस्माभिः अर्थकृतनिमित्तम् इत्युक्ते इको यनचि इति संज्ञाकृतनिमित्तम् अस्ति, संज्ञा आधारीकृत्य, परन्तु तत्र शब्दः वर्तते. अनन्तरं तत्र अर्थकृतनिमित्तस्य उदाहरणे अस्माभिः तत्र त्रिचतुरो स्त्रियां तिस्रचतुस्रि इति सूत्रे यत् स्त्रियाम् इति पदम् अस्ति, यदि तदपि अर्थ निमित्तरूपेण ग्रहणं कुर्मः चेत् स्त्रियां तु कोऽपि साक्षात् पदार्थः नास्ति, तत्र अर्थस्य ग्रहणं भवति. इत्युक्ते स्त्रीलिङ्गे एतत् सूत्रं प्रवर्तते, एतस्य सूत्रस्य कार्यक्षेत्रं स्त्रीलिङ्गे अस्ति, अतः तत्र स्त्रीलिङ्ग कोऽपि पदार्थः नास्ति, तत्र तु अर्थस्य ग्रहणं भवति. अतः तत् आधारीकृत्य पश्यामः चेत् तत्र इत्युक्ते तत्र त्रिचतुरो स्त्रियां तिस्रचतुस्रि इति सूत्रे यदि वयम् अर्थकृतनिमित्तमपि स्वीकुर्मः चेत् देन् त्रयस्त्रयः इति सूत्रस्य अपेक्षया त्रिचतुरो स्त्रियां तिस्रचतुस्रि इति शास्त्रस्य अधिकानि निमित्तानि सन्ति त्रयस्त्रयः इति सूत्रस्य अपेक्षया. अतः अल्पनिमित्तिकम् अन्तरङ्गम् इति स्वीकुर्मः चेत् त्रयस्त्रयः इति सूत्रस्य अल्पनिमित्तानि सन्ति, अतः स्त्रीलिङ्गे तत् आधारीकृत्य तत् तस्य विचारस्य आधारीकृत्य त्रयस्त्रयः इति अन्तरङ्गशास्त्रं भवति, अतः स्त्रीलिङ्गे अपि तत्र त्रयादेशः भवति न तु तिस्रादेशः भवति. अनेन किं भवति, यदि वयम् एतादृशप्रक्रिया आधारीकृत्य कार्यं कुर्मः चेत् तत्र अनन्तरम् अन्ततो गत्वा तत्र न तिस्रचतुस्र, यदि तिस्रशब्दस्य आदेशः एव न भवति तत्र एतत् सूत्रं निरवकाशः भवति. परन्तु अस्माकं तत्र नियमः अस्ति व्याकरणशास्त्रे, कोऽपि अष्टाध्यायी सूत्रं निरवकाशः मा भवेत्. अतः किमपि अत्र किमपि अत्र कलेशः इत्युक्ते किमपि असाधु अस्माभिः तत्र कृतं चिन्तनं वा कार्यं वा किमपि तत्र क्लेशः वर्तते. अनन्तरं ये सिद्धान्ती वदन्ति अत्र न तिस्रचतुस्र अनया रीत्या तु न तिस्रचतुस्र इति निरवकाशः भवति, अतः अस्माभिः तत्र संज्ञाकृत निमित्तं सोरि अर्थकृतनिमित्तं न स्वीकरणीयम्. परन्तु अनन्तरं ये ते वदन्ति नो देर् इस् अ कान्सेप्ट् एस् स्थानिवद्भावः. सो स्था यद्यपि अत्र त्रि इत्यस्य प्रथमे त्रयादेशः कुर्मः, परन्तु त्रयः तु स्थानिवद् एव अस्ति. स्थानिवद् अस्ति चेत् कन्सिडर् इट् एस् त्री ओन्लि एण्ड् नौ डू दिस् त्रिचतुरो स्त्रियाम्. अग्रिमे सोपाने तत्र त्रिचतुरो स्त्रियाम् इत्यस्य आधारीकृत्य कार्यं करोतु, किमर्थं चेत् अस्मिन् सूत्रे वदति त्रि इत्यस्य स्थाने. इदानीं तु त्रि नास्ति, इदानीं त्रयः अस्ति. सो परन्तु तत्र कान्सेप्ट् अस्ति स्थानिवद्भावो अनल्विदौ इति सूत्रेण स्थानि यः आदेशः स्थानिवद् भवति. So consider it as three only and now do trayadeshah, tisradeshah. Then tadrish pasha mahachet, then they vadanti, tat adhari kritya na tisra chatisra iti vyartham na bhavati. Parantu idanim tatra punaha charcha vartate. Yayari triya tatra त्रिचतुरो स्त्रियां तिस्रचतुस्र अपि च त्रयस्त्रयः इति द्वयोः मध्ये तत्र अन्तरङ्गबहिरङ्गस्य चिन्तनम् अस्माभिः पूर्वे कृतं, तदाधारीकृत्य एव तत्र कुतः पर्यन्तम् अस्माभिः पठितम्? यदि च त्रयाधीशस्य अनन्तरं तत् परिचयं पठनीयम्. अस्तु, अस्तु, किञ्चित् पठितं परन्तु पुनः पठामः इति उक्तवती. एतावता यत् मया उक्तम् अथवा अस्माभिः यत् पूर्वे पठितं तत् सर्वं अवगतं वा? तत् सर्वं सम्यक् अस्ति वा? वाट् इस् गोयिङ्ग् एण्ड् वाट् वी आर् डिस्कसिङ्ग्, एतत् सर्वं सम्यक् अस्ति वा भगिनि, मञ्जुरी भगिनि? अस्माभि च अस्तु, अग्रे पठामः. अस्य करपत्रस्य नाम अत्र अस्ति वा? बलाबलचिन्तनम् अष्टाध्याय्यां सूत्राणां बलाबलं बल अचि च अबलं, कस्य सूत्रस्य अधिकबलम् अस्ति, कस्य न्यूनबलम् अस्ति इति, बल प्लस् अबल बलाबल. अत्र पठतु चेतना भगिनी. यदि च त्रयाधीशस्य अनन्तरं तानिवत् भावेन तिस्र आदेश उच्येत, तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिस्र चतस्र 644 इत्यस्य अवसरः स्यात् इति कथनेनापि न भवति. इतो हि यया प्रीत्या न भवति इत्युक्ते कार्यं न भवति, कार्यं न भवितुं शक्नोति. यतो हि यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. अस्यां दशायां न तिस्र चतस्र 644 इति दीर्घनिषेधकसूत्रं व्यर्थ भवति एव. अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. किञ्चित् अवगतं वा भगिनि? त्रयादेशस्य अनन्तरं स्थानिवत् भावः तिस्र त्रय स्थाने तिस्र इति आदेशः अस्ति, तथा च तस्य दीर्घ सति दीर्घवत् निवारणार्थं न तिस्र चतुस्र इत्यस्य अवसरः स्यात्. सम्यक् न अवगतम्. अत्र पश्यतु भगिनि, त्रियोगनामिति स्थितिः अस्ति, नामिति विभक्तिप्रत्ययः, अतः यदा तत्र त्रियोगनामिति स्थितिः अस्ति, त्रि इति प्रातिपदिकम् अस्ति, नामिति प्रत्ययः अस्ति, विभक्तिप्रत्ययः अस्ति. अस्यां दशायाम् अस्मिन् सोपाने त्रिचतुरो स्त्रियां, बिकास् अस्माकं विवक्षा स्त्रियाम् अस्ति, स्त्रीलिङ्गे त्रि इति शब्दस्य आधारीकृत्य नाम प्रत्ययोजयामः चेत् तत्र कीदृशरूपं भवति इति अस्माकं विवक्षा. अतः त्रिचतुरो स्त्रियां तिस्र चतुस्र इति सूत्रस्य अत्र अवकाशः, अपि च त्रयस्त्रयः इति सूत्रस्य अपि अत्र एकत्र प्राप्तिः, द्वयोः सूत्रयोः इदानीम् अत्र एकत्र प्राप्तिः. सो इदानीं तत्र चर्चा वर्तते, यदि वयं अर्थकृत् निमित्तमपि स्वीकुर्मः, यथा अत्र स्त्रियाम् अस्ति, सो अत्र विभक्तिप्रत्ययः इति निमित्तम् अस्ति, निमित्तरूपेण विभक्तिप्रत्ययः, कोऽपि प्रत्ययः निमित्तं भवति, तत्र साक्षात् बाह्यपदार्थः अस्ति। त्रयस्त्रयः इति सूत्रस्य कृते अपि नाम् इति एव निमित्तं भवति, त्रये स्थाने त्रयादेशः, इत्यनेन आम् प्रत्यये परे एव, इत्युक्ते अत्र प्रथमे तत्र नुटागमः अस्ति, आम् साक्षात् प्रत्ययः आम् अस्ति, तत् अस्माभिः अत्र सर्वैः अवगतं वा न इति कथम् आयाति? ह्रस्वस्वरः सूत्रं पठितं न, कुत्र अस्ति ह्रस्वनद्यापो न्युट् नुट् इति सूत्रेण आम् प्रत्ययपरे ह्रस्वस्वरस्य नुट् ह्रस्वस्वरस्य अनन्तरम् आम् प्रत्ययस्य नुटागमः भवति। सो प्रत्यय इस् आम्। एकनिमिषः, कोऽपि अस्ति बाहि, सम्बडि औट्सैड्, ऐ एम् जस्ट् कमिङ्ग् टु मिनिट्स्। अत्र पश्यतु भगिनि, अत्र ह्रस्वनध्यापो नुट् इति सूत्रेण आम् प्रत्ययस्य नुटागमः भवति। कदा भवति आम् प्रत्ययस्य नुट्? यदा तत्र ह्रस्वात् अङ्गात्, इत्युक्ते यदा ह्रस्वस्वरस्य अङ्गे, अङ्गस्य अन्ते ह्रस्वस्वरः अस्ति, तदा आम् प्रत्ययस्य नुटागमः भवति। अतः मूलप्रत्ययः तु आम् अस्ति, सो मूलप्रत्ययः आम् अस्ति, अतः तत्र ह्रस्वस्वरस्य आम् प्रत्ययस्य नुटागमः भवति, सो इट् बिकम्स् नाम्। सो इदानीं तत्र त्रयस्त्रयः इति सूत्रेण अत्र पश्यतु, त्रयस्त्रयः इति सूत्रेण आम् प्रत्ययपरे तत्र त्रयादेशः भवति, अपि च त्रि चतुरस्त्रियां तिस्रि चतुस्रि इत्यनेन तिस्रादेशः भवति। सो इदानीं तत्र वैट् बोर्ड् दृश्यते, वैट् बोर्ड् दृश्यते वा? one second, choose apps, continue. इदानीं दृश्यते वा? मम कृते न दृश्यते. वैट् बोर्ड् दृश्यते महोदय. अस्तु, सो वी हेव् तत्र किमस्ति, त्रियोग आम्. लेट् अस् डू नुटागमः अनन्तरं. सो अथवा नाम, सो नुटागमः कुर्मः चेत् ह्रस्वस्वरस्य अनन्तरं नुटागमः भवति. सी दिस् सूत्र इस् ह्रस्वनद्यापो नुट् सूत्र इस् यदा वयं नित्य अनित्य वदामः, एतत् नित्यसूत्रमस्ति. अनन्तरम् अपि अस्य प्रसक्तिः भवति. अतः प्रथमसोपाने एव वयं किं कुर्मः, त्रि इत्यस्य आम् प्रत्ययस्य नुटागमः कुर्मः चेत् इट् विल् बिकम् नाम् प्रत्ययः. सो नाम् इत्यपि विभक्तिप्रत्ययः. सो इदानीं तत्र यदि वयं त्रि अर्थकृतनिमित्तमपि स्वीकुर्मः, देन् त्रिचतुरोस्त्रियां तिस्रचतुस्र इति सूत्रस्य कृते बहुनिमित्तानि सन्ति त्रयस्त्रयः अपेक्षया. अतः अल्पनिमित्तिकम् अन्तरङ्गम् इति स्वीकुर्मः चेत् देन् त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः भवति. सो त्रिस्थाने तत्र त्रयादेशः करणीयम् इति पूर्व ये पक्षी वदन्ति. इदानीम् अस्ति त्रय प्लस् नाम् इति स्थिति. नौ दे तेष्टे किं ये पूर्व ये ते वदन्ति त्रयः इति स्थानीवद्भावः इति तत्र कान्सेप्ट् अस्ति व्याकरणशास्त्रे. आदेशः स्थानीवद् भवति. Now, do trayah ityasya, consider it as three only and do tisra adesha. So, trayah ityanena tisra adesha bhavat. Then, tadrishri ityas, thani vadbhavah ity concept adhari kritya, tatra ataha anantaram na tisra chatusra ity sutram nivravakashah tadrishri itya gacha mahachet. तत्र न तिस्र चतुस्र, बिकास् सिद्धान्ति से देर् प्राब्लम् वास् न तिस्र चतुस्र इस् बिकमिङ्ग् निरवकाशः. सो दे आर् नौ गिविङ्ग् लाजिक् देट् यु से देट् स्थानिवद्भावः, कन्सिडर् त्रय एस् त्री ओन्ली एण्ड् नौ डू तिस्र आदेशः. एण्ड् बै दिस् वे इफ् न तिस्र चतुस्र विल् नाट् बिकम् निरवकाशः, बिकास् देट् इस् द ओन्ली प्राब्लम् फार् यू. Now, still they are in this paricheda, what they are saying, when we have traya plus naam, when we have this third step, traya plus naam iti sthityam, idaniyam tatra pashyamaha, kasya sutrasya pasakti asti. So for this particular paricheda, whatever you have read Bhagini, this is the first step. So I will erase all this and we will start from traya plus naam. एतत् अवगतं वा? हौ वी गाट् त्रय प्लस् नाम्? इदानीम् अस्ति त्रय प्लस् नाम्. नौ एस् पर् द स्थानिवद्भाव अनल् विदौ दे आर् सेयिङ्ग् नौ अप्लै त्रि चतुरोस् त्रियां तिस्र चतुस्र इति सूत्रं. नौ अप्लै देट्. सो त्रि चतुरोस् त्रियां तिस्र चतुस्र इत्यस्य प्रसक्तिः, अपि च अत्र कस्य सूत्रस्य प्रसक्तिः, नामी परे किं भवति? वेन् ऐ डू मैनस् देन् ऐ डोण्ट् सी दिस् वर्ड्. ऐ डोण्ट् नो वेर् डस् इट् गो. फार् यू इट् द वैट् बोर्ड् तत्र दृश्यते, इसन्ट् इट्? यस् महोदय. मम कृते न दृश्यते. अस्तु, सो वेन् वी हेव् त्रय प्लस् नाम, तत्र किं भवति, कस्य सूत्रस्य, अपि च अत्र अन्यत्र कस्य सूत्रस्य प्रसक्तिः अत्र अस्ति न? एतत् नामी इति सूत्रेण किं भवति? दीर्घादेशः भवति. सत्यं, नामी इति सूत्रेण कस्य दीर्घादेशः भवति? नामी आम् अजन्त अङ्गस्य नामी परे दीर्घादेशः भवति इसन्ट् इट् सो इदानीं तत्र सी द वैट् बोर्ड् ऐ डोण्ट् नो वाट् हेपन्स् टु द वैट् बोर्ड् operating the whiteboard is becoming troublesome. So idanim when we have traya plus naam, so atra na kevalam na tisra tri chaturo striyam as per the sthani vad bhavah, this is we will consider this tri as traya as tri only because adeshah sthani vad bhavati. And now they are saying, Purva Pakshis are saying, do the Tisradeshah, now Karotu. But Atra Nakevalam Tri Chaturos Triyam Tisra Chatasri Iti Sutrasya Prasakti, Asmin Sopane Nami Iti Sutrasya Api Prasakti. Because Ajanta Angam Asti Pare Naam Pratyaha Asti. So Nami Pare Ajanta Angasi Dirgadeshah Bhavati. So Idanim Punaha Dvayoho Sutriyoho Madhe Balabala Chintanam Asma Bhi Karniya. Isn't it? Idanim Kasya Kasya Madhe Asti Tri Chaturo Striyam Tisra Chatasra Apicha Nami Sutrasya Madhe. Purve Kim Asit? Purve Tatra Tri Chaturo Striyam Tisra Chatasra Apicha Tatra Treyastrayaha Iti Madhe Tatra प्रतिषेधः आसीत् इदानीम् अस्ति त्रिचतुरोस्त्रियां तिस्रचतुस्र अपि च नामी सूत्रस्य मध्ये तत्र बलाबलचिन्तनस्य अवकाश इत्युक्ते करणीयं सो नौ द परिच्छेद सेज् यया रीत्या त्रयस्त्रयः अन्तरङ्गम् अभवत् अन्तरङ्गं भवति त्रिचतुरोस्त्रियां तिस्रचतुस्र इत्यस्य कृते सेम् रीत्या समानरीत्या तत्र नामी इति सूत्रमपि अन्तरङ्गं भवति त्रिचतुरोस्त्रियां तिस्रचतुस्र इसन्ट् इट् बिकास् नामी इति सूत्रस्य एकमेव निमित्तम् अस्ति नाम् इति प्रत्ययः परन्तु त्रिचतुरोस्त्रियां तिस्रचतुस्र इति सूत्रस्य कृते पुनः विभक्तिप्रत्ययः अपि च स्त्रियाम् इति अपि निमित्तरूपेण स्वीकुर्मः चेत् तत् निमित्तद्वयम् अत्र तु एकमेव निमित्तम् अस्ति सेम् कान्सेप्ट् आधारीकृत्य यत् अस्माभिः पूर्वे कृतं नामी विल्बिकम् अन्तरङ्गं कस्य अपेक्षया त्रिचतुरोस्त्रियां तिस्रचतुस्र इसन्ट् इट् डिड् यू गेट् दिस् पायिण्ट् वाट् ही सेयिङ्ग् यया रीत्या पूर्वे अस्माभिः उक्तं त्रयस्त्रयः अन्तरङ्गं कस्य अपेक्षया त्रिचतुरोस्त्रियां बिकास् तत्र अधिकनिमित्तानि सन्ति अत्र तु एकमेव निमित्तम् अल्पनिमित्तम् अस्ति सेम् रीत्या नामी इति सूत्रस्य कृते अल्पनिमित्तं त्रिचतुरोस्त्रियां तिस्रचतुस्र इत्यस्य सूत्रस्य कृते स्त्रियामपि निमित्तम् अस्ति समानरीत्या अत्र अपि तु अन्तरङ्ग् बहिरङ्ग् इति भवति न सो नामी विल् अप्लै फस्ट् इसन्ट् इट् आर् यु गेटिङ्ग् दिस् पायिण्ट् वाट् इस् रिटन् इन् द परिच्छेद दिस् इस् वाट् इस् रिटन् इन् द परिच्छेद बिकास् वेन् वी हेव् त्रया प्लस् नाम् we cannot directly do atisra adeshah because atra anyat sutrasya prasakti api asti nami iti sutrasya api prasakti hi so dvayoh ekatra prapti hi asti atah sutra dvayasya madhe asmabhi balabal chintanam to karniyam ev tatha kurmah chet nami becomes antarangam tri chaturo striyam becomes bahirangam सो अन्तरङ्गशास्त्रस्य अधिकबलं वर्तते अन्तरङ्गं बहिरङ्गम् असिद्धम् अन्तरङ्गे देट् इस् असिद्धं डस् नाट् एक्सिस्ट् सो नामी विल् अप्लै वेन् नामी विल् अप्लै इट् विल् बिकम् वट् विल् इट् बिकम् इट् विल् बिकम् त्रया इसन्ट् इट् ह्रस्वस्य दीर्घादेशः भवति सो इट् विल् बिकम् त्रया प्लस् नाम् देन् कम्स् द कान्सेप्ट् लक्षणन्यायेन तत् पठामः अग्रे लिखितमस्ति एतावता एतत् एतावत्पर्यन्तम् अवगतं वा मञ्जरी भगिनी अवगतं वा So now we don't have traya only, we have traya. So two vikritis have happened. Three has become traya. Now by the nami sutra, traya has become traya. Dirgha adeshah api tatra abhavat. So now we have traya. Just keep this in mind. If we apply the vichara of purva pakshis, it is not traya now, it is traya. Now they have said lakshana lakshe lakshan nyayena. One second, I will erase this. Whiteboard is coming first. हा कुत्र अस्ति आम् इदानीं तत्र किं भवति हा अत्र अत्र पश्यति किं लिखितं कुत्र अस्ति यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गं तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घ आदेशः अन्तरङ्गं दिस् इस् वाट् वि डिस्कस्ड् बिकास् तत्र अपि एकम् अल्पनिमित्तम् अस्ति नामी इत्यस्य कृते त्रि चतुरो स्त्रियाम् इत्यस्य कृते अधिकनिमित्तानि अतः तद् बहिरङ्गं भवति दीर्घ आदेशः अन्तरङ्गं भवति सो अन्तरङ्गम् अन्तरङ्गशास्त्रस्य अधिकबलम् अस्ति सो देट् इस् वै दीर्घ आदेश विल् हेपन् त्रया विल् बिकम् त्रया इति अन्तरङ्गत्वात् दीर्घानन्तरं स्थानीवत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति सो इदानीं पुनः इफ् वि वट् दिस् सेण्टेन्स् इस् सेयिङ्ग् देट् नौ वि हेव् डन् द दीर्घ आदेश सो नौ इट् इस् त्रया प्लस् नाम् स्टिल् वी विल् कन्सिडर् एस् आदेशः स्थानिवद् भावेन तेन तत् आधारीकृत्य इफ् वि डू द तिस्र आदेशः सपोज् नौ आल्सो because two vikritis have happened, still sthanivad bhava exists, so let us do trisra adeshah plus naam. What is the point of siddhantis? What are they saying? If we do go by this way, what is their, on what basis they are contesting that this is not the antarangam, alpanimitikam, athva, what is their vicharah? Siddhanti kim vadanti? What are they saying? Tisru adeshasya abhava, tisru adeshasya dirghatva prapti api na bhavat. No, their context is that this na tisru chatusru sutra is becoming niravakasha by this way. This is what they are contesting. They are saying that, okay, we will accept your point. Whatever you are saying, that is right. But still the na tisri chatusri iti sutram to niravaktasya avakashah eva nasti asyam dashayam asyam prakriyayam tatra na tisri chatusri iti asya sutrasya avakashah eva nabhavati but they said you do the tisra adesha na what who is stopping you because you have sthani vad bhava do the tisra adesha then this tisra adesha now we are explaining how the na tisri chatusri is becoming niravakashah सो इदानीम् अस्ति तिस्र प्लस् नाम तिस्र प्लस् नाम न तिस्र चतुस्र इति सूत्रेण किं कार्यं वट् इस् दिस् सूत्र डूयिङ्ग् न तिस्र चतुस्र अस्य कार्यं किम् अस्ति सूत्रस्य कार्यं किं दीर्घस्य निषेधः दीर्घस्य निषेधः सत्यं सो इदानीं किम् अस्ति तिस्र प्लस् नाम बिकास् स्थानीवद्भावेन पुनः तिस्र आदेशः कुर्मः इदानीं कस्य अन्यत् सूत्रस्य प्रसक्तिः अत्र न भवति वी हेव् आल्मोस्ट् रीच् टु द एण्ड् आफ् द प्रक्रिया सो नौ स्थानिवद्भावेन त्रया इस् इक्वल् टु त्री एण्ड् नौ वी आर् अप्लायिङ्ग् एस् पर् दीस् पूर्व पक्षिस् अप्लै द तिस्र आदेशः नौ वी आर् अप्लायिङ्ग् तिस्र आदेशः नौ वी आर् गेटिङ्ग् तिस्र आदेश नौ the laksha lakshana nyayena iti adharikritya this is also a nyaya there in vyakaran shastra whatever some nyayas they go like this na tisra chatusra this is also a concept that अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भवेत् तथैव अस्ति लक्षणलक्ष्यन्यायेन. नौ ई सेयिङ्ग् तिसृ प्लस् नाम इति स्थित्यां वि केनाट् डू दीर्घादेशः पुनः तत्र सूत्रेण दीर्घादेशः न भवति बिकास् देट् सूत्र हेज़् आलरेडि डन् इट् इस् कार्यं. नामी सूत्रेण पूर्वे एव कार्यम् अभवत् अस्यां प्रक्रियायाम्. इन् दिस् प्रोसेस् नामी हेज़् आलरेडि डन् दिस् कार्य वेन् इट् गाट् त्रया. लक्षणलक्षणन्यायेन इति वदति नामी केनाट् इन् द सेम् प्रक्रिया इन् द सेम् प्रक्रिया द सूत्र केनाट् कम् अगेन्. नामी केनाट् कम् अगेन् सो देट् द तिसृ बिकम्स् तिसृ दीर्घादेशः अत्र न भवति. नामी केनाट् कम् अगेन् यदि नामी पुनः न आगन्तुं कार्यं न कर्तुं शक्यते. नामी केनाट् डु कार्य आन् द सेम् पदार्थ देन् दीर्घादेशस्य निषेधः सूत्रम् अपि तस्य अवकाशः एव न वर्तते. सो इट् विल् रिमेन् तिसृ. वि विल् गेट् तिसृ नाम वि विल् गेट् तिसृ नाम साधुरूपं भवति तिसृणां. बट् एतस्य सूत्रस्य प्रसक्तिः पुनः तत्र निरवकाशः भवति. सूत्रं विल् स्टिल् बिकम् निरवकाश न बिकास् एतस्य सूत्रस्य कार्यमेव न अभवत्. सो वट् फार् दिस् सूत्र इस् देयर् इन् द ग्रन्थ देट् इस् वै. सो दिस् इस् वाट् इस् लक्षण लक्षण्याय. कस्यचित् पदार्थस्य उपरि एकेन सूत्रेण कार्यं कृतं चेत् पुनः सेम् पदार्थस्य उपरि तत् सूत्रं कार्यं न कर्तुं पुनः अग्रे गत्वा तत् सूत्रस्य कार्यं पुनः न भवितुं शक्नोति. सो नामी हेज़् आलरेडि डन् द कार्य पुनः इट् केनाट् डू द कार्य बिकास् इफ् इट् विल् तस्य प्रसक्तिः भवति चेदेव न तिसृ चतुस्र केन् अप्लै. वेन् नामी विल् नाट् अप्लै हौ विल् न तिसृ चतुस्र अप्लै. निषेध कथं भवति यदि दीर्घ आदेशस्य अपि प्राप्तिः नास्ति तो निषेधसूत्रं कथम् आगन्तुं शक्यते. सो द सिद्धान्ति सेज् अस्यां दशायामपि न तिसृ चतुस्र इति सूत्रस्य अवकाशः न भवति, अवसरः नास्ति. अतः एतत् सूत्रं निरवकाशः भवति. सो देर् इस् सम् देर् इस् संथिङ्ग् राङ्ग् वित् द कान्सेप्ट् इट् सेल्फ् बै द बै डूयिङ्ग् द बलाबल चिन्तने एव तत्र किमपि क्लेशः वर्तते बिकास् अनया रीत्या अपि न तिसृ चतुस्र इति सूत्रस्य अवसरः एव न अस्ति. बिकास् यदि अत्र नामी इति सूत्रस्य यदा नामी इति सूत्रः प्रवर्तते तदा एव न तिसृ चतुस्र इति सूत्रम् आगत्य तस्य कार्यं इट् स्टाप्स् इट्स् कार्य. बट् वेन् नामी एव सूत्रस्य प्रसक्ति नास्ति कथं न तिसृ चतुस्र आगन्तुं शक्यते इति अतः लिखितम् अनया रीत्या अपि न तिसृ चतुस्र इत्यस्य व्यर्थं भवति, तस्य अवकाशः एव न अस्ति. अवगतं वा सर्वैः? आं महोदय. बिकास् अन्लेस् द निषेधसूत्रं विल् कम् ओन्ली वेन् तत्र कार्यस्य अवकाशः अस्ति. वेन् नामी सूत्रस्य एव अवसरः न भवति हौ विल् निषेधसूत्रं कम्? When we don't have a sarvadhatuk or ardhadhatuk pratyaha, how will we discuss gunaha atra bhavati? Then, when sarvadhatuk ardhadhatuk itesya sutrasya prasakti hi asti, tada eva kiniti cha agantam shakyate. When we don't have a sarvadhatuk pratyaha, ardhadhatuk pratyaha, how will we say atra kiniti cha nena nishedaha? Na. Prathmeto yaha विधिसूत्रमस्ति तस्य अवकाशः भवेत् तदा एव निषेधसूत्रम् आगत्य तस्य विधेः निषेधः करोति. सो यदा तत्र नामी इत्यस्य एव अवसरः नास्ति किं कथं तत्र नातिसृ चतुस्र आगन्तुं शक्यते? वेन् द दीर्घादेश ओन्ली केनाट् हेपन्, दीर्घादेशस्य प्राप्तिः एव नास्ति, अवसरः एव नास्ति, तत्र निषेधसूत्रं कथम् आगन्तुं शक्यते? अतः तत्र किमपि दोषः वर्तते. सो अस्य निवारणार्थम् अर्थकृतनिमित्तिकं न स्वीक्रियते. देट् इस् वै वि डोण्ट् कन्सिडर् निमित्तरूपेण अर्थकृतनिमित्तं न स्वीकरणीयं. सो स्त्रीलिङ्ग् स्त्रियाम् इति निमित्तरूपेण नास्ति, निमित्तरूपेण तस्य ग्रहणं न भवति. सो वेन् वी आर् कौण्टिङ्ग् द निमित्तास्, द अर्थकृतनिमित्तं न स्वीक्रियते. दिस् इस् वाट् सिद्धान्ति सेस्, बिकास् यु हेव् अ प्राब्लम् इन् देयर् ओन्ली, बिकास् यु आर् कन्सिडरिङ्ग् स्त्रियाम् आल्सो एस् अ निमित्तम्, अतः अर्थकृतनिमित्तं न स्वीक्रियते इति वदति. इदानीं तत्र अग्रिमं परिच्छेदे तत्र लिखितमस्ति स्थानीवद्भावः इत्युक्ते किम्, तस्य विषये अपि अस्ति. अनन्तरं तत्र लक्षे लक्षणन्यायेन इत्यपि तस्य विषये अपि किमपि उक्तमस्ति अग्रे गत्वा. एतत् अवगतं वा, अर्थकृतनिमित्तं न स्वीकरणीयं, बिकास् तत्र क्लेशः भवति. तस्यां तदाधारीकृत्य गच्छामः चेत् तत्र क्लेशः भवति. न तिसृ चतुस्रु इति सूत्रं निरवकाशः भवति, तथा मा भूत्, अतः अर्थकृतनिमित्तं न स्वीक्रियते. अवगतं वा भगिनि? आं महोदय. मञ्जुरी भगिनी अग्रे पठतु. स्थानिवद्भावः. यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिसृ आदेशः उच्येत, पठति भगिनि. एतत् परिच्छेदम् अभवत् न, अग्रे पठतु. स्थानिवद्भावः नाम कः? स्थानिवद्भावः नाम कः इति चेत्, आदेशस्य स्वभावः स्थानिवद् भवति. दृष्टान्ते चतुर्थीविभक्तौ रामयोगणे इति स्थितौ नेर्यः 7.1.30 इत्यनेन, अतः अङ्गात् ने नेः यः भवति, नाम अदन्तात् अङ्गात् ने प्रत्ययस्य स्थाने य आदेशो भवति. रामयोगणे रामयोग य, अत्र सुपि च 7.3.102 इत्यनेन अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति, यत्रापि ययादि सुप्रत्यये परे सुप्रत्याहारे सु इत्यस्मात् आरभ्य सुप्पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः. सु औजस् अम् औक्षस् ताभ्यां व्यस् नेभ्यां व्यस् नसीभ्यां व्यस् न सोसां णि ओ सुप्. अधुना य आदेशः यद्यपि ययादिः किन्तु सुप् नास्ति, अतः सुपि च 7.3.102 इत्यस्य प्रसक्तिः न स्यात्. किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावः अपि तथा. स्थानिनः स्वभावस्य सुपि अध्यारूपे य प्रत्ययस्य सुपत्वा सुपि च 7.3.102 इत्यस्य प्रसक्तिः न भवति. इत्यस्य प्रसक्तिः भवति. रामयोगय सुपि च 7.3.102 इत्यनेन अदन्ताङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति. अत्र स्थानिवत् आदेशो न अल्विदो. स्थानिवद् आदेशः अनल्विदो, स्थानिवद् आदेशो नल्विदो. स्थानिवद् आदेशो नल्विदो 1.1.56 इति अतिदेशसूत्रम्. आदेशः स्थानिना तुल्यं भवति, किन्तु स्थानीसम्बन्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. hmm. अत्र अस्मिन् परिच्छेदे उक्तमस्ति स्थानिवद् भावः इत्युक्ते किं व्याकरणशास्त्रे. तस्य सूत्रमस्ति स्थानिवद् आदेशो अनल्विदौ इति सूत्रमस्ति. तस्य दृष्टान्ते अत्र एकम् उदाहरणं दत्तमस्ति. वदतु उदाहरणस्य विषये किं वदति. उदाहरणम् अस्ति राम प्रातिपदिकं णे इति चतुर्थी विभक्ति सुप्रत्ययः तत्र णेर्यः इति सूत्रेण अतः अङ्गात् णेः यः भवति. नाम णे प्रत्ययस्य स्थाने य आदेश राम योगणे राम य सर्वदा न भवति, केवलम् अतः इति अस्ति. अतः ह्रस्व अकारान्त रूपी अङ्गम् अस्ति. अतः अङ्गात् सो इट् विल् हेपन् फार् नपुंसकलिङ्गे अपि भवति, पुल्लिङ्गे यत्र यत्र अदन्त अङ्गम् अस्ति. अत्र लिङ्गस्य किमपि विषये किमपि न उक्तमस्ति. नेर्यः इति सूत्रम्. सो नेर्यः इति सूत्रं कदा प्रवर्तते, यदा ने ने इत्यस्य पूर्वे तत्र अदन्त अङ्गम् अस्ति, ह्रस्व अकारान्त रूपी अङ्गम् अस्ति. पुस्तक, वन, जल, तदपि अदन्त अङ्गम्. तदा तदा ने इत्यस्य स्थाने अनेन सूत्रेण नेर्यः इति सूत्रेण य आदेशः भवति. या इति यकार अकारः इति सूत्रस्य अर्थः. सो रिमेम्बर् दीस् सूत्रा, वट् एवर् सूत्रास् वी आर् लर्निङ्ग्, रिमेम्बर् दीस् सूत्रास्. सो अदन्त अङ्गस्य ने प्रत्ययस्य सूप प्रत्ययेषु यः ने प्रत्ययः चतुर्थी एकवचन प्रत्ययः, तस्य य आदेश या आदेशः भवति यदा पूर्वे तत्र अदन्त अङ्गम् अस्ति इति एतस्य सूत्रस्य कार्यक्षेत्रम्. अग्रे इदानीं रामयुग ने बिकम्स् रामयुग या. अत्र सुपि च इति सूत्रेण अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति कदा ययादि सुप्रत्यय परे अस्ति चेत्. रामाभ्यां, सो भ्याम् इस् ययादि सुप्, अतः तत्र राम अकारस्य दीर्घ आदेशः भवति. इट् बिकम्स् रामाभ्याम्. तथैव अत्र इदानीं य इति प्रत्ययः ययादि यै वर्णः अस्ति, यै वर्णः अस्ति य. सो प्रायशः सुपि च इत्यस्य प्रसक्तिः भवति. अदन्ताङ्गम् अस्ति, परे ययादि सुप्रत्ययः अस्ति, सुपि च इत्यस्य प्रसक्तिः भवति. परन्तु अत्र किं लिखितं सुप् प्रत्याहारे? वदतु. अत्र सुप् प्रत्याहारे आरभ्य सुप् पर्यन्तं सर्वे सुप् प्रत्ययाः अन्तर्भूताः. Why this list has been given? Because just to show that या कुत्र अपि नास्ति. या इति यः या तु आदेशः अस्ति, सुप् सुप् मध्ये या कुत्रापि नास्ति. या इति प्रत्ययः ने इत्यस्य स्थाने आदेशः, बट् या इस् नाट् साक्षात् सुप्. या तु साक्षात् सुप् नास्ति. सुप् आवली यत् अस्ति, सुप्रत्ययानां यत् आवली, तस्मिन् या इति प्रत्ययः नास्ति. अतः अत्र आल् दीस् प्रत्ययस् आर् गिवन्. अधुना अत्र पठतु. अधुना अधुना या आदेशः यद्यपि ययादि, अधुना य आदेश यद्यपि ययाति किन्तु सुप् नास्ति. अतः सुपि च 7.3.1 यस्य प्रसक्तिः न स्यात्, परन्तु तदेवभावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावः अपि तत् नाम ने इति ओरिजिनल् चतुर्थी विभक्तिप्रत्ययः अस्ति, तस्य य इति आदेशः अभवत्, तथा स्थानिवत् भावेन ने इति स्थाने य इति आदेशः भवति, तथा ने इति स्थानी अस्ति तत्र, तत्र स्थानिनः स्वभावः आदेशस्य स्वभावः अपि अस्ति। नाम ने इति प्रत्ययस्य कृते सुपि च इति प्रत्यय सुपि च इति सूत्रस्य प्रसक्तिः अस्ति, तथा ने स्थाने य आदेशः अभवत् तथा आदेशस्य कृते अपि सुपि च इति सूत्रस्य प्रसक्तिः भवेत् अस्ति। सत्यं। सो दे आर् जस्ट् एक्स्प्लेनिङ्ग् अस् देट् वट् डस् दिस् स्थानिवद् आदेशो अनल्विदौ सूत्रे किम् उक्तम् अस्ति, यः स्थानिनः गुणधर्माः, स्थानिनः ये ये गुणधर्माः सन्ति ते ते गुणधर्माः आदेशे अपि अध्याह्रियते, दे आटोमेटिक्लि कम् इन् द आदेश। सो ने इस् अ विभक्ति प्रत्यय, ने इस् अ सुप् प्रत्यय, सो सुप् देट् इस् अ गुण, देट् इस् अ स्वभाव आफ् ने प्रत्यय, सो आल् दोस् विल् कम् टु या आल्सो, यद्यपि य साक्षात् सुप् सु औजस् मध्ये नास्ति, but it will be considered as a vibhakti pratyaya, it will be considered as a supratyaya. Katham tasya krite shastram kim asti sthani vad adesho analvidau anena atidesh sutren. Atidesh sutren mitukte sthani hi yatra yatra vad iti sthani yatra yatra sutre kasmin chit ashtadhyayi sutre, wherever you see vad na वद् इति पदं, वद् इति प्रत्ययः योजितम् अस्ति चेत् प्रायशः तत् अतिदेशसूत्रं भवति। स्थानिवद् आदेशः स्थानिवद् इति सूत्रस्य अर्थम्, आदेशः स्थानिवद् भवति अनल्विदौ, न अल्विदौ, अनल्विदौ इत्युक्ते न अल्विदौ। सो अल् आधारीकृत्यः यः अल् अल् रूपेण ये गुणधर्माः तत्र स्थानिनः सन्ति तेषां विहाय अन्य सर्वे गुणधर्माः आदेशे अपि आगच्छन्ति। सो आदेश बिहेव्स् लैक् ए स्थानी अदर् देन् द अल्विधिः। अल्विधि इत्युक्ते वर्णनिमित्तिकं किमपि विधिः उक्तमस्ति चेत् देट् विल् नाट् हेपन्, बट् overall the adeshah becomes sthanivad, it becomes like a sthani, it is considered like a sthani, that is why they told us na consider traya as three only, because adeshah sthanivad bhavati, that is why they said us, they told that apply three, consider it as three only and now apply not this ये त्रि चतुरो स्त्रियां तिस्रि चतुस्रि इति सूत्रं, बिकास् यु हेव् अ सूत्रम् अतिदेश सूत्रं विच् सेज् देट् आदेशः स्थानिवद्, सो य इस् आल्सो स्थानिवद्, य इस् आल्सो सुप्रत्यय, अतः अत्र सुपि च इत्यस्य प्रसङ्गः अस्ति एव, बिकास् देट् गुणा विल् कम् आटोमेटिक्लि आन् य आल्सो, यद्यपि या इति साक्षात् सुप् नास्ति, बट् अतिदेशसूत्रेण या इस् विभक्तिप्रत्यय, या इस् अ सुप् प्रत्यय, सो सुपि च इत्यस्य प्रसङ्गः अस्ति, सो इट् बिकम्स् रामाय, अन्यथा न भवति। सपोज् दिस् सूत्र वास् नाट् देर् इन् द अष्टाध्यायी ग्रन्थ, देन् वी केनाट् डिसैड् वेदर् सुपि च विल् कम् हियर् आल् नौ, बिकास् दिस् देट् इस् वैस् महर्षि हेस् गिवन् दिस् सूत्र 1156 इति सूत्रम्, स्थानिवद् आदेशः अनल्विदौ, आदेशः स्थानिवद् अनल्विदौ नास्ति, आदेशः अनल्विदौ स्थानिवद् नास्ति, न भवति इति तत्र अर्थः भवति, स्थानिवद् आदेशौ अनल्विदौ। अवगतं वा स्थानिवद् इत्युक्ते किम्? न अल् विधौ अल् इत्युक्ते सर्वे अक्षराणि यत्किमपि वर्णाद अल् विधि इत्युक्ते वट् इस् अल् विधि अत्र इत्युक्ते अल् विधौ इति सप्तमी अस्ति अल् विधिः इत्युक्ते अल् विधिविषये सप्तमी अस्ति न भगिनि अल् आदर्शीकृत्य यत् कार्यम् अस्ति सपोज़् देर् इस् इट् सेस् देट् राम् इत्यस्य सपोज़् इट् सेस् अकारे परे अकारः इति स्वर व्यञ्जने परे अथवा वकारे व्यञ्जने परे एतत् कार्यं भवतु देट् इस् अल् विधि तत्र किमपि न उक्तं विभक्ति वा यथा लोपव्योर्वलि इति सूत्रम् लोपव्योर्वलि इति सूत्रं किं वदति तत्र वकारयकारयोः लोपः भवति वकारयकारयोः लोपः भवति कदा भवति लोपव्योर्वलि वल् प्रत्याहारस्य वर्णः परे सो देट् इस् लैक् एन् अल् विधिः सो वकार इस् एन् अल् वर्ण यकार इस् एन् अल् वर्ण so that is also considered as a alvidhi now suppose some alvidhi uktam asti al itukte va pare asti che etat karyam bhavati now sakshat to va pare na asti na suppose ya iti pare asti so alvidhi karyam na bhavati yadyapi we cannot say that ya purve to tatra va asit now it is ya so al without आदेशः स्थानिवद् न भवति प्रायशः अत्र उदाहरणानि ऐ डोण्ट् नो इफ् हि हेस् गिवन् द उदाहरणम् अत्र लिखितमस्ति अत्र पश्यतु स्क्रीन् दृश्यते मया शेर् कृतं वा अष्टत्रि.com दृश्यते अत्र पश्यतु किं लिखितमस्ति सूत्रस्य अर्थः किम् एकवाक्येन किम् उक्तमस्ति एकवर्ण आश्रितानि कार्याणि विहाय अदर् देन् द एकवर्ण आश्रित अल् इत्युक्ते अल् इस् किमपि वर्णः स्वरः वा व्यञ्जनः वा तदाश्रितकार्याणि कार्यं विहाय अन्येषु स्थानेषु अन्येषु स्थानि आश्रयेषु कार्येषु आदेशः स्थानिवद् भवति अत्र पश्यतु यत्र अनलाश्रितगुणधर्मः उदाहरणं दत्तं वा अत्र तु अङ्गत्वा प्रति अनलाश्रित अनलाश्रित अत्र प्रायशः उदाहरणमस्ति अलाश्रित यत्र अस्ति अत्र पश्यतु भगिनि दिव् शब्दस्य तृतीया द्विवचनस्य प्रक्रियायां द्युव् इत्यस्य स्थाने द्यु इति आदेशः विधीयते द्युव् इत्यस्य वकारान्तत्वम् अस्मिन् आदेशे नैव अतिदिश्यते अतः लोपव्योर्वलि इत्यस्य प्रयोगः अपि न सम्भवति इदानीम् अत्र पश्यतु दिव्योगभ्याम् इति स्थितिः अस्ति तृतीयादिवचनस्य भ्यां प्रत्ययः दि वकारस्य उ इति आदेशः भवति प्लस् भ्यां दिव उत् इति सूत्रम् अस्ति दिव इत् उत् इति सूत्रेण दिव् इत्यस्य वकारस्य उ आदेशः भवति अत्र वकारस्य वकारत्वम् उकारे नैव अतिदिश्यते. दिस् इस् वाट् इस् अनल् विधिः. सो दिव उत् इति सूत्रेण तत्र दिव् इत्यस्य वकारस्य स्थाने उ इति आदेशः भवति. वकार हेज़् नौ बिकम् उ. नौ इट् इस् सेयिङ्ग् देट् वी के नाट् से देट् दिस् उ इति अल् अवर्णः अस्ति. नौ लोपव्योर्वलि इति सूत्रेण, लोपव्योर्वलि इति सूत्रेण किं भवति, वल् प्रत्याहारस्य वर्णे परे बकारः वल् मध्ये अस्ति, तत्र वकार यकारयोः लोपः भवति. सो वी के नाट् से देट् उ विल् बिकम् उ इत्यस्य अपि लोपः, बिकास् दिस् इस् एन् अलाश्रितकार्यम्. वी के नाट् कन्सिडर् उ एस् व एण्ड् डू द लोपव्योर्वलि सूत्रम्. अत्र उ इति यः अस्ति सः अत्र स्थानिवद्भावः न भवति, बिकास् स्थानिवद्भावः आदेशः स्थानिवद् भवति. उ by if it would not have been written anal vidau, then u will also become like va, then lopo vyorvali will exist, but it says anal vidau adeshah sthani vad na bhavati. So yatra al itasya adhari kritya karyam asti, atra lopo vyorvali itenena al adhar vakarasya varnasya lopah uktam asti, yakarah asti cha tasya lopah uktam asti. भिन्न वकारस्य स्थाने कोऽपि भिन्नवर्णः अस्ति चेत् वी केनाट् कन्सिडर् उ एस् व. दिस् इस् अल् आश्रितकार्यम्. सो अल् आश्रितकार्यं विहाय अन्यत्र सर्वत्र आदेशः स्थानिवद् भवति. सो लोपव्योर्वलि इति सूत्रम् अत्र न आगन्तुं शक्यते. एण्ड् नौ देन् इट् बिकम्स् इको एनचि इत्यनेन इ इत्यस्य य आदेशः भवति अचि परे. सो इट् बिकम्स् ड्यू, द्युभ्याम् इति रूपम् अस्ति. दिस् इस् द उदाहरण आफ् अनल् विदौ कथं तत्र आदेशः स्थानिवद् न भवति. सो उ वी केनाट् कन्सिडर् उ एस् व एण्ड् डू लोपव्योर्वलि इत्यनेन उकारस्य लोपः न उक्तम्. लोपव्योर्वलि इति सूत्रे साक्षात् उक्तम् अस्ति वकारस्य लोपः, यकारस्य लोपः. उ केनाट् बि कन्सिडर्ड् एस् वकार बिकास् दीस् आर् अल् अल् आश्रितकार्यम् अत्र उक्तम् अस्ति. सो तत्र आदेशः स्थानिवद् न भवति. दिस् इस् रीड् दिस् सूत्र, दे हेव् गिवन् अ लाट् आफ् एक्साम्पल् सो देट् दिस् सूत्र विल् बिकम् क्लियर्. दे हेव् गिवन् अ लाट् आफ् एक्साम्पल्स् फार् द because see whatever are the gunadharmas like pratyaha, it will adesha is also considered as pratyaha because pratyasya sthane adeshah asti cha it will also be considered. If it is sup, if it is vibhakti, if it is krut, yatha tva sthane lyap adeshah bhavati. Lyap is not left, lyap sutra, that sutra has been spoken somewhere agre asti, it is but lap is also considered as krut pratyaya because lap is tva sthane lap adeshah bhavati. Kitvam api agachhati, kitvam is a guna, krut pratyaya is a guna, all those come for the lap pratyaya also by this sutra only. Sthani vad adesha anal vidav, adeshah sthani vad bhavati. Sthaninah ye guna dharmah santi, te guna dharmah adeshe api adhyahriyate. They automatically come to the, but other than alvidihi. Al ashrit guna dharmah tatra na agan, adeshe na tatra svikarni. Iti sutra syarthah. Avgatam va sarvahi? This is what sthani vad bhavah. Whenever somebody says sthani vad bhavah, it is the adesha sthani vad bhavati. यः स्थानी अस्ति, स्थानिनः ये गुणधर्माः ते आदेशे अपि आगच्छन्ति अल् विधि विहाय, अल् आश्रितकार्यं विहाय. देट् इस् वाट् इस् स्थानिवद् भावः व्याकरणशास्त्रे. देट् इस् नोन् एस् स्थानिवद् भावः. सूत्रम् अस्ति स्थानिवद् आदेशो अनल् विदौ इति सूत्रम्, अतिदेशसूत्रम् अस्ति. अट् दिस् सूत्र तस्मिन् 1150 अतिदेशप्रकरणं कुत्र अस्ति? 1-2 इति आरभ्य अस्ति न, सो और 1-1 मध्ये एव अस्ति, एषः द्रष्टव्यं तत्र. अस्तु अग्रे पठामः. नमस्कारः, आमां वदतु महोदय. So, this is. Go ahead. Nashri. Somebody else was speaking. Vadatu. Okay. Sthanivat Adesh Anal Vidhav. प्रत्यये अपि च प्रातिपदिकमस्ति वा धातुः अस्ति वा सर्वाणि सर्वस्य विषय सूत्र एस् अस्तेर्भू अस्तेर्भू इति सूत्रं वदति अस् इति धातोः स्थाने भू आदेशः भवति. कदा भवति? आर्धधातुप्रत्यये परे. तत्र अस्तेर्भू इति सूत्रे अस्थाने भू आदेशः भवति. दिस् इस् नाट् इन् भू भू इति प्रथमधातुः. द सूत्र सेज् यदा अस् प्लस् कोऽपि आर्धधातुप्रत्ययः अस्ति, अस् इति धातुः अस्ति, अस् धातोः स्थाने भू आदेशः भवति आर्धधातुप्रत्यये परे. नौ वेन् अस्थाने वेन् वी हेव् सपोज् अनियर् प्रत्ययः एण्ड् अस् ट्रान्स्फ् अस् अस्थाने भू आदेशः भवति. न भू इत्यस्य उपरि धातुत्वम् अध्याह्रियते. भू इस् नौ ए धातु बिकास् अस् वास् अ धातु एण्ड् धातु गुण विल् आटोमेटिक्लि कम् to भू also. भू शब्द समूहे अपि धातु इति संज्ञा. सो वेदर् इट् इस् अ धातु वेदर् इट् इस् अ धातु इत्यस्य स्थाने आदेशः, प्रातिपदिकस्य स्थाने आदेशः, अथवा कस्यचित् प्रत्ययस्य स्थाने आदेशः अस्ति. सो यस् वट् अपि यत् किमपि आदेशः सः स्थानिवद् भवति. यत्किमपि आदेशः सः धातुस्थाने अस्ति वा प्रत्ययस्य स्थाने अस्ति वा प्रातिपदिकस्य स्थाने अस्ति वा, सो आल् द आदेशास् विल् आर् कन्सिडर्ड् इक्वलण्ट् टु स्थानी. कः प्रश्नः? सो ऐ एम् कण्ट्रास्टिङ्ग् इट् वित् प्रत्ययलोपे प्रत्ययलक्षणं which is purely for pratyaya which becomes which is loop. So that I mean that contra I am differentiating between the two. Itukte pratyaya lope pratyaya lakshanam, this sutra, where does it the most karyakshetram of the pratyaya lope pratyaya lakshanam is that basically in the subanta prakriya. So suppose we have Rama iti pratipedikam and we are applying su pratyaya to it. The prathama vibhakti prathama pratyaya su iti pratyaya. By some sutra this su pratyasi itasya luk bhavati. Sampurnataya lopaha bhavati. So Rama is now prathama vibhakti ekvachan form Rama eva asti. Sita Rama. Su pratyasi kimapi bhinna sutrena lopaha bhavati. Now the question is Rama a padam or it is a pratipadikam? Atra pratyasya lope pratyasya lakshanam iti sutram agatya sahita karoti. So asmabhihi to supyoj yojitam parantu kenapi sutrena sampurnataya supityasya lopaha abhavat. So even though it looks like a pratipadikam only, akarant pratipadikam, but still Rama is a अस्य कृते पदसंज्ञा वर्तते बिकास् प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं तिष्ठति. सो इट् इस् स्टिल् अ सुबन्तपदम्. इट् इस् अ सुप्तिङ्गन्तं पदम् इति सूत्रेण यद्यपि सुप्रत्ययस्य लोपः अभवत् तथापि रमा इति पदसंज्ञा प्राप्नोति, अस्य कृते पदसंज्ञा अस्ति. सो दट् इस् वेर् द प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्रस्य तत्र दृष्टान्तः तत्र वर्तते. उदाहरणानि तत्र भवन्ति. सेम् वे समासे अपि, समासे यदा पूर्वपदस्य तत्र विभक्तिलोपः इत्युक्ते तत्र विभक्तिप्रत्ययस्य लोपः भवति, इसन्ट् इट्? देन् वि जायिन् द टू, वट् एवर् सन्धि अवकाशः अस्ति चेत् सन्धि करणीयं. सो वि गेट् अ न्यू प्रातिपदिकं बिकास् वी हेव् अ सूत्र दट् कृत् तद्युत् समासाश्च प्रातिपदिकं. बट् यदा तत्र विभक्तिलोपः भवति परन्तु तस्य कृते पदसंज्ञा वर्तते. सो पदाधारीकृत्य यत् किमपि कार्यम् अस्ति तद् भवति एव. यद्यपि तत्र विभक्तिप्रत्ययस्य लोपः भवति तथापि तत्र वी कन्सिडर् इट् एस् पद ओन्ली, बट् वी डोण्ट् हियर् द विभक्तिप्रत्यय, बट् इट् इस् अ पद, सुबन्तपदम् अस्ति. दट् इस् वेर् प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इस् फार् ओन्ली फार् प्रत्ययास्. This is for all the adeshas. So the question was, of course it is explained now, that the question which occurred in my mind was that sthani vata adesha nal vidau is already there, then what was the need for pratyaya lope pratyaya lakshano? But I think it specifically refers to where लुक्ष्णु लुप् लोप भवति तत्र एव. Am I right in understanding that? No, no. Have I made myself clear? Have I made my question clear? My doubt which occurs. See, pratyasya lope pratyasya lakshanam is totally different. It has nothing to do with sthani vad adesho analvedo. Atra to yada lukadeshah bhavati, तत्र दीस् टु आर् नाट् रिलेटेड् टु ईच् अदर् महोदय. दीस् आर् नाट् रिलेटेड् टु ईच् अदर्. स्थानिवद् आदेशः इस् लैक् ऐ सेड् वेन् ऐ एम् कन्सिडिङ्ग् कृ प्लस् ल्यप् प्रत्ययः, वि आ प्लस् वि प्लस् ल्यप् प्रत्ययः. सपोज् ऐ हेव् आ इति उपसर्ग एण्ड् ऐ हेव् कृ धातुः, एण्ड् सिन्स् ऐ केन् नाट् एड् त्वा बिकास् उपसर्ग इस् देयर्, आ इति उपसर्ग अस्ति चेत् क्रु इत्यस्य त्वा इत्यस्य स्थाने ल्यपादेशः भवति. सो ल्यप् इस् नौ, ल्यप् इस् नाट् अमङ्ग्, इफ् ऐ सेस् ल्यप् इस् अ प्रत्यय, ल्यप् इस् नाट् अ प्रत्यय, ल्यप् इस् अन् आदेशः. ल्यप् इस् त्वा स्थाने ल्यपादेशः भवति. नौ वेन् ऐ सी द ल्यप् प्रत्ययः, सपोज् ऐ सी इस् इट् इण्डिपेण्डेण्ट् इण्डिपेण्डेण्ट् पदार्थः. So now lap atra will the lap be considered as a ardha dhatu or sarva dhatu? It will only come when I have sthani vad adeshah. Lap is now a pratyaya, lap is now a kit pratyaya. It is not sakshat kit, but because it is tva itesi sthane asti ataha kitvam api asti upiryadya. कित्वम् इति गुणः अपि अत्रापि आयाति, प्रत्यय इति गुणः अपि आयाति, अपि च कृत् अपि आयाति, कृत् इति गुणः अपि आयाति. सो दिस् इस् दिस् विल् बि कन्सिडर्ड् एस् कृत्, दिस् विल् बि कन्सिडर्ड् एस् कित्, दिस् विल् बि कन्सिडर्ड् एस् दिस् प्रत्ययः. सो इदानीं तत्र किनिति च सूत्रस्य प्रसक्तिः भवति, गुणं न भवति अत्र. यद्यपि ल्यप् प्रत्ययः पित् अस्ति, अत्र साक्षात् कित्वं नास्ति, बट् बिकास् त्वा इस् सो आदेशः स्थानिवद् भवति. स्थानिवद् भवति इत्युक्ते गुणस्य आधारीकृत्य यत्किमपि गुणाः, ये गुणाः स्थानि सन्ति, स्थानीरूपेण सन्ति, ते सर्वे गुणाः अत्रापि आगच्छन्ति. देट् इस् वै क्रु धातु गुणा डस् नाट् हेप्पन्. क्रू रिमेन्स् क्रू ओन्ली बिकास् अत्र कित्वमपि अध्यारोपिते, बिकास् त्वा इस् कित्, त्वा प्रत्ययः कित् अस्ति. सो किनिति च सूत्रम् आगत्य अत्र निषेधः करोति गुणस्य. So this is required at many places, this sthanivad adesha analvidho. अत्र तु किमपि लोपः न अभवत् न प्रत्ययस्य किमपि लोपः न अभवत् सो अत्र प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं तत्र तु लोपविषये एव अस्ति केवलं लोपादेशविषये अत्र तु भिन्न आदेशः अभवत् सो देट् इस् वै इट् बिकम्स् आकृत्य ओन्लि क्रूधातुः कर्ण भवति रूपम् इस् आकृत्य बट् अनन्तरं भिन्नसूत्रेण तुक् आगमः भवति ह्रस्वस्य पिति कृति तुक् सि देर् इस् अ सूत्र विच् सेस् देट् ह्रस्वस्य इत्युक्ते ह्रस्वस्वरस्य ह्रस्वस्वरस्य पिति कृति पिति इस् अ पिति प्रत्ययपरे पित् प्रत्ययपरे कृति सूत्रे उक्तमस्ति कृत् प्रत्यय सच कृत् प्रत्यय विच् इस् आल्सो पित् तादृशप्रत्ययपरे ह्रस्वस्वरस्य तुक् आगमः भवति ह्रस्वस्य पिति कृति तुक् सो अन्लेस् ऐ एक्सेप्ट् देट् लेप् इस् अ कृत् प्रत्यय दिस् इस् नाट् टाट् इन् द कृत् प्रत्यय बिकास् त्वा इस् कृत् देट् इस् वै लेप् इस् आल्सो कृत् सो कृत् गुणः अत्र आगच्छति पित् एतत्तु साक्षात् पित् अस्ति दिस् इस् अ साक्षात् पित् सो दिस् इस् पित् बट् कृत् गुणः आर् प्रत्ययगुणः कम्स् फ्रोम् द त्वा ओन्ली बिकास् वी हेव् स्थानिवद् भावः आदेशः स्थानिवद् भवति देट् इस् वै तुक् आगमः आल्सो हेपन्स् ह्रस्वस्वरस्य तुक् आगमः भवति तुक् आगमः कित् अस्ति तस्य ह्रस्वस्वरस्य अन्ते भवति सो इट् बिकम्स् आकृत्य guna is not happening because kitva matra agachati so this sthanivad bhava is used at lot of places this sutra is applicable because we have an atidesh sutram which says that adeshah sthanivad bhavati pratyasya lope pratyasya lakshanam is when pratyasya lopah bhavati tatra tasya lakshanam tishtati सो यदा तत्र शप् प्रत्यये शकारस्य लोपः भवति तत्र अकारे शित्वमपि अस्ति पित्वमपि अस्ति सो लोपः अत्र प्रत्ययस्य साक्षात् इत्युक्ते देट् इस् नाट् इवन् देट् इस् नाट् अप्लैड् ओवर् हियर् यत्र प्रत्ययस्य आम् यदा भवान् उक्तवान् तत्र सम्पूर्णतया लोपः भवति तत्र किमपि प्रत्ययस्य अंशः न तिष्ठति तथापि तत्र तस्य प्रत्ययस्य लक्षणं तिष्ठति यथा मया उक्तं रमा प्लस् सु सु इत्यस्य सम्पूर्णतया लोपः भवति तथापि रमा इस् स्टिल् असुबन्त् सुप् तत्र अन्ते वर्तते तस्य लक्षणं तत्र तिष्ठति दिस् इस् प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् अण्ड् हियर् इस् इस् संथिङ्ग् एल्स् सो दीस् टु आर् नाट् रिलेटेड् बट् सम्हौ It looks like they are related, but they are not related. Ashtu, dhanyavad. Ashtu, dhanyavad. Chetana Bhagni, Agri Pathatu Bhagni, Prakrite. Prakrite, Kriyam Ityasya, Artha Nimittat. कत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति त्रियोग आम् त्रेस्त्रयः इत्यनेन आमीपरे त्रयादेशः त्रययोग आम् नामी इत्यनेन अजन्तङ्गस्य दीर्घादेशो भवति त्रयः योग आम् ह्रस्वनद्यापो नुट् 7154 इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः त्रयः योग नाम् नामी 643 इत्यनेन अजन्तङ्गस्य दीर्घादेशो भवति नाम् प्रत्यये परे त्रया नाम् अस्माभिः इत्युक्ते स्त्रियाम् इति अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् तत्र देन् त्रयादेशः विल् बिकम्स् अन्तरङ्गम् एण्ड् त्रिचतुरो स्त्रियां बिकम्स् बहिरङ्गम्. अतः त्रयादेशः एव करणीयं. सो दिस् इस् वाट् वी गाट् त्रयाणां. दिस् वी आल्रेडि डिस्कस्ड् इदन् इदानीम् अधुना अग्रे पठतु. अधुना त्रयादेशस्य अनन्तरं त्रयायोगनाम् इति स्थितौ स्थानिवत् भावेन तिसृ आदेशः. त्रयायोगे इत्यस्य तिसृ आदेशः बिकास् स्थानिवद् भावः. इत्युक्तौ त्रय इति आदेशः त्रिशब्दः इव अस्ति. त्रियोगनाम् एकदेशविकृतम् अनन्यवत् इति परिभाषा एकदेशविकारः परिभाषायां परिभाषया एकदेशविकारः जातः चेत् अपि अन्यवत् न भवति. अनन्यवत् इत्युक्ते अन्यवत् न भवति. अनेन त्रय इत्यस्मिन् दीर्घादेशः त्रया इति जातः चेदपि त्रय इतिवत् त्रय इव भवति. अनेन त्रयादेशस्य स्थानिवत् भावेन त्रियोगनाम् इति स्थितिः. The Purva Pakshi said, now you have Traya. Now, you can still do, we can still consider it as Tisra. Because only one Parivartanam has happened. Eka Desh Vikritam Na Anyavat Bhavati. So, Eka Desh Vikritam Ananyavat Iti Parivasha Asti. Eka Desha Itukte Sthanaha. एकदेशः इत्युक्ते एकस्य एकस्मिन् स्थाने यदि विकारः जातः चेदपि देन् आल्सो न अन्यवत् भवति. इट् इस् नाट् कन्सिडर्ड् डिफ्रेण्ट् बै डूयिङ्ग् द विकृति एट् वन् प्लेस्. एकदेशविकृति इत्युक्ते अत्र एकदेशविकृति ए सिङ्गल् transformation is still considered as it is not considered as anyavatna bhavati. So this is a paribhasha. Ek desh vikritam, even though one transformation has happened to the traya was the adesha, tri sthane traya adeshah. Now one more transformation has happened to traya, has become traya. Still अनया परिभाषया एकदेशविकृतं जातपि न अन्यवत् भवति. इट् विल् नाट् बि कन्सिडर्ड् एस् डिफ्रेण्ट्. इट् विल् स्टिल् बि कन्सिडर्ड् एस् त्री ओन्ली. सो डू द तिस्रादेशः. देट् इस् वै वी वेर् एबल् टु डू द तिस्रादेशः. बट् संथिङ्ग् एल्स् स्टाप्ड् द संथिङ्ग् एल्स् वास् द प्राब्लम्. देट् वास् लक्षे लक्षणन्यायेन. That was the problem. That Nyaya stopped. So, Ekadeshya Vikritam Ananyavat is a paribhasha. By this, even if the transformation has happened at one place, Ekadeshya Itukte, Ekasmin Sthane, Vikaraha is transformation, Vikaraha Jata Chedapi Na Anyavat. It is not considered different. It is considered same. Because only one transformation has happened. Ekadesha Vikritam. Ataha, we can still do the, that is why Purva Pakshi said, you can still do Tisra Adesha. Because Ekadesha Eva Vikaraha Jataha. But still, then the same logic applies. And then something else is stopping, not this. So this was okay, we are going the prakriya, but lakshe lakshana nyayene ityadari kritya tatra punah naam ityasya sutrasya saman padarthe tasya eva sutrasya punah prapti na bhavitum shaknoti. Because पूर्वे तत्र तस्यां प्रक्रियायां तत् कार्यम् अभवत् इति अत्र उक्तमस्ति. मञ्जरी भगिनी, एतत् परिच्छेदं पठित्वा समापयामः. तस्मात् च तस्मात् त्रिचतुरो स्त्रियां तिसृ चतसृ 7.2.99 इत्यस्य प्रसक्तिः. तिसृ योगनाम तदा नामि 6.4.3 इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे. अस्यां स्थितौ न तिसृ चतसृ 6.4.4 इति दीर्घबाधकसूत्रस्य अवसरः स्यात्. अनेन अस्य सूत्रस्य व्यर्थता वारिता. हू आर् दीस् सेङ्ग्? दीस् आर् पूर्वपक्षीस्. दिस् इस् वाट् पूर्वपक्षीस् आर् टेलिङ्ग् अस् टु डु देट् टेक् तत्र स्त्रियाम् इति अर्थनिमित्तिकमपि स्वीकरोतु, देन् गो बै दिस् वे. एकदेशविकृतम् अन्यन्यवत् देन् स्थानिवद् भावः. Then when now still traya is equal to three only because only one transformation has happened. So you have this paribhasha, ek desh vikritam ananyavat. So still you can do tisra adeshah. So now you have tisra yoga naam. Naami itanena ajantanga se atrapi ajantanga masti. Naam pratyasya purve ajantanga masti. So naami itasya prasangaha asti. नामि इत्यस्य अत्र आगन्तुं कार्यं तत्र प्रसक्तः अस्ति, प्रसङ्गः अस्ति चेत् देन् दर्ना तिसृ चतुसृ विल् कम् एण्ड् से नो दीर्घादेशः. दीर्घादेशस्य अत्र निषेधः, दीर्घादेशः न भवति. दिस् इस् वाट् पूर्वपक्षीस् आर् सेङ्ग्. बट् नौ दौ दे विल् सिद्धान्ति विल् कौण्टर् देम् बिकास् वाट् एवर् द ओके वी आर् कन्सिडर् वी विल् कन्सिडर् युवर् थाट् but you said there same they will explain now that nami cannot comes in the same prakriya saman padarthasya upri nami cannot because yatha yaya ritya traya is equal to 3 and tisra ityasya tisra is also is equal to traya. So now we cannot apply punah nami ityasya itanena karyam na kartum shakyate. They will explain that in the next. That is how their vichara is broken. Tat agrime parichede likhitam asti. This is what we have discussed, all these things, but this is what the purva pakshis are saying us to do, because they said that Siddhanti told them that Natisra Chatasra is becoming Niravakashaha. So they thought a different way of making that sutra, Tasya Sutra Shavsaraha. Avgatam va? Aham Rani. So remember this Parcheda. We will conclude in the next, this Arthakrat Nimitta. अस्तु, इदानीं तत्र शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः.